गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां स्वागतं। काललक्षणे वयं स्मः, तत्र सर्वम् अधीतम् अस्माभिः पाठे यद्दत्तम्। तत्र पाठे एव षष्टितमपुटे स्थूलाक्षरैः लिखितमस्ति काललक्षणे किं किम् अधीतं, तत्र सारांशत्वेन सङ्ग्रहेण दत्तमस्ति। ततः अद्य पठनीयम्, अतः साक्षात् तत्र गच्छामः। तदनन्तरं किमपि सन्देहः वर्तन्ते चर्चां कृत्वा अग्रे दिशः लक्षणमपि अद्य पश्यामः। अस्तु महोदय। महोदय, मम प्रश्नः अस्ति, किन्तु अनन्तरं प्रष्टुं शक्नोमि वा इदानीं? तदेव कृपया करोतु भगिनि, इदानीं भवती भवती एव आरब्धं करोतु। तत्र उपाधिना परिच्छिन्नः महाकालः इति अस्ति किल, ततः आरभ्य। तत्र एकमेव वाक्यं पठतु, पठित्वा तत्र किं दत्तमस्ति इति कृपया वदतु। अस्तु अस्तु महोदय। परमार्थस्तु उपाधिना परिच्छिन्नः महाकालः जन्यानां नित्यानां च कालिकेन आधारः। अत्र कालः सर्वेषाम् आधारः अस्ति। तत्र कालस्य केन सम्बन्धेन सर्वस्य आधारः अस्ति इति चेत्, कालिकेन सम्बन्धेन कालः सर्वेषाम् आधारः अस्ति। किन्तु जन्यानां पदार्थानाम् आधारः महाकालः उपाधित्वेन एव भवति। नित्यानां पदार्थानां कालः उपाधित्वेन न परिच्छिन्नः न भवति इति मम अवगमनमस्ति महोदय। इतोपि किञ्चित् तत्र इतोपि किञ्चित् स्पष्टतया वक्तव्यमस्ति। अत्र अत्र सोपानेन गच्छामः। अस्तु, अत्र महाकालः आधारः इति दत्तमस्ति। केषाम् आधारः इति सर्वेषाम् इत्युक्ते वाक्ये किं दत्तम्? वाक्ये अस्ति जन्यानां च नित्यानां च महाकालः आधारः अस्ति। सत्यम्, इत्युक्ते जन्यानाम् अपि च नित्यानां, नित्यानां जन्मः न भवति इति कृत्वा जन्यानाम् इत्यस्मिन् नित्याः नान्तर्भूताः भवन्ति इति कृत्वा नित्यानाम् आधारः कालः भवति, अपि च जन्यानाम् अपि कालः आधारः भवति इत्युक्ते तत्र द्वयमेव अस्ति किल, एकस्मिन् पार्श्वे नित्याः, अन्यस्मिन् पार्श्वे अनित्याः। अनित्याः इत्युक्ते जन्याः। अतः सर्वेषाम् आधारः महाकालः भवति। इदानीं कीदृश महाकालः आधारः भवति? अस्तु, महाकालः उपाधिना परिच्छिन्नः आधारः भवति इत्युक्ते यत्र वयं व्यवहारः कुर्मः, इदानीं पृथ्वी तदानीं वायुः, एतादृश व्यवहारः कालस्य अनादित्वेन एवं नित्यत्वेन तस्य व्यवहारः न तादृशः व्यवहारः न शक्यते। अतः क्रियायाः आधारेण, क्रियायाः समुदायस्य आधारेण कालस्य भेदनं भवति। क्रियायाः कालः भिद्यते। अतः परिच्छिन्नकालस्य व्यवहारः सम्भवति। हा, इत्युक्ते कीदृशमहाकालः इत्युक्ते परिच्छिन्न उपाधिना परिच्छिन्नमहाकालः सर्वेषाम् आधारः भवति इति अस्ति. उपाधिना परिच्छिन्न इत्युक्ते महाकालः यथा तिष्ठति तत्र स्वरूपावस्थायां नित्यमहाकालः अस्ति तादृशमहाकालः आधारः न भवति, किन्तु उपाधिना परिच्छिन्नमहाकालः परिच्छिन्नः महाकालः सर्वेषाम् आधारः भवति. केन सम्बन्धेन भवति इति चेत् कालिकेन कालिकसम्बन्धेन आधारः भवति. अत्र नित्यपदार्थानाम् आधारः कालः उपाधिना परिच्छिन्नः एव भवति वा उपाधिना परिच्छिन्नं विना भवति? सर्वत्र उपाधिना परिच्छिन्नमहाकालः एव सर्वदा. अत्र अत्र वाक्यम् एतादृशं पठितुं शक्यते, उपाधिना परिच्छिन्नमहाकालः आधारः भवति इति एकं वाक्यम्. उपाधिना परिच्छिन्नः महाकालः आधारः भवति. पुनः महाकालः जन्यानां नित्यानां च आधारः भवति इति. कीदृशमहाकालः? उपाधिना परिच्छिन्नः महाकालः जन्यानां नित्यानां च आधारः भवति. केन इति चेत् कालिकेन आधारः भवति. अत्र अत्र वाक्यं दत्तमस्ति इदानीम् आकाशः इति दत्तमस्ति. आकाशस्तु नित्यः, किन्तु तत्र इदानीम् इति वदामश्चेत् तत्र इदानीम् इति पदं किं करोति इति चेत् कालस्य परिच्छेदः करोति इदानीम् इति पदः. तादृशमहाकालः आकाशस्य आधारः भवितुम् अर्हति इति. समीचीनम्. अस्तु अग्रे इदानीं श्रीराममहोदय अग्रिमवाक्यं पठति वा. नमस्ते महोदय, श्रूयते वा? हा श्रूयते. जन्याः अपि तुल्यक्रियापरिच्छेदकानां निखिलानाम् एव जन्यानां कालिकेन अधिकरणानि. यत्र तुल्यक्रिया द्वयो पदार्थ द्वौ पदार्थौ स्तः जन्याः ते जन्यौ अपि यत्र द्वौ पदार्थौ समान क्रिया अनुभवन्ति समानसमये क्रिया अनुभवन्ति तौ पदार्थौ कालिकेन अधिक आधारम् आधारौ भवन्ति भवतः. उदाहरणं वयं दृष्टवन्तः शारदालयः पद्मालयः इति. शारदालयः महोदय क्षम्यताम्, अत्र उदाहरणं मास्तु, अत्र एतदेव वदतु. अत्र तुल्यक्रियापरिच्छेदकानां निखिलानां निखिलानां निखिलानाम् इत्युक्ते किम्? जन्यानां निखिलानां तस्य विशेषणमस्ति. निखिलानाम् इत्युक्ते अस्माकं इन्द्रियाणां यत् ज्ञातुं शक्यते, ये पदार्थाः ज्ञातुं शक्यते. सामान्यतया निखिलम् इत्युक्ते किं? लोके हा इत्युक्ते सर्वम् इति किल. जन्यानां लोक जन्यानां जन्यानाम् इत्यस्मिन् अर्थे तत्र निखिलानामेव जन्यानाम् इति दत्तं. सर्वेषां जन्यानां हा इदानीं सर्वेषां जन्यानाम् इति उक्ते सति किमर्थं तत्र तुल्यक्रियापरिच्छेदकानाम् इति भिन्नरीत्या उक्तं? तदपि तस्मिन् अन्तर्भूतमस्ति किल. कदाचित् तत्र तुल्यक्रियापरिच्छेदकाः अपि अन्तर्भूताः भवन्ति. यदा एकः पदार्थः द्विसहस्रतमे वर्षे आसीत्, इदानीं न सः पदार्थः नास्ति, तदा इदानीम् अन्यपदा अस्माकं विद्याधरीपुस्तकं मम समीपे यत् अस्ति तयोः मध्ये सम्बन्धः न कालिकेन न भवति, अतः तुल्यक्रिया तयोर्मध्ये नास्ति। न भवति वा? किमर्थं न भवति इति वदति? तत्र यद् उदाहरणं भवता दत्तं तदेव स्वीकृत्य अहं पृच्छामि। इदानीं विद्याधरीपुस्तकम् अस्मिन् संवत्सरे जातम् इति चिन्तयतु। अस्तु, इदानीमहं पृच्छामि विद्याधरी पुस्तकस्य जननसंवत्सरस्य अपेक्षया कियत्कालं जातं तत्र यः यद्गृहं द्विसहस्रसंवत्सरे आसीत् कियत् कियत्कालं जातम् इति अहं पृच्छामि चेत् तत्र भवान् वदति किल एकोनविंशतिः संवत्सराः जाताः इति। तस्मात् यद्यपि अनयोः मध्ये तुल्यक्रिया न अनुभूता तथापि एतादृशं वक्तुं शक्यते। तु अभावः अस्ति अस्ति खलु महोदय, गृहस्य अभावः अस्ति। इदानीम् अहं प्रदर्शितवान् किल, अभावः अस्ति, गृहस्य नाशः द्विसहस्रसंवत्सरे अभवत्, अपि च विद्याधरीपुस्तकस्य जननम् अस्मिन् संवत्सरे अभवत्। अस्तु, इदानीम् अनयोः मध्ये यद्यपि अनयोः मध्ये तुल्यक्रिया नानुभूता तथापि कियत् कालं जातम् इति पृष्टे सति तत्र एकोनविंशतिः संवत्सराः जाताः इति वक्तुं शक्यते किल। तस्य उत्तरं न जानामि। हा इति कृत्वा अत्र पश्यतु, गते वर्गे अस्माभिः बिन्दुद्वयम् अधीतं, तत्र सर्वे जन्याः सर्वेषाम् आधारः भवति इति एकं, नित्यानाम् अपि च अन्यानां जन्नानामपि कालिकसम्बन्धेन आधारः भवति इति एकम्। इदानीं परस्पर आधार आदेयभावः वक्तव्यं चेत् तत्रैव तुल्यक्रिया भवेत्। परस्पर यदा भवान् उक्तवान् गृहस् इदानीं पुस्तकं द्वयोः परस्पर सम्बन्धः अस्ति वा? न, इदानीं चिन्तयतु, भवान् यस्मिन् काले अस्ति तस्मिन्नेव काले अहमपि अस्मि। अस्तु इति कृत्वा अहं भवतः आधारं भवितुमर्हति, भवान् तु मम आधारः भवितुमर्हति। अस्तु, किन्तु तत्र इदानीम् एकस्मिन्नेव काले यौ जन्यपदार्थौ स्तः तयोः मध्ये परस्पर आधारादयभावः भवितुमर्हति इति भिन्नवार्ता अस्ति। तत्रैव सीमा भगिनी पृष्टवती अनेन कः लाभः, तस्य प्रयोजनं किम् इति। किन्तु परस्पर तत्र तुल्यक्रिया न अनुभूतमपि चेत् सर्वे जन्यपदार्थाः सर्वेषां जन्यानाम् अपि च नित्यानाम् आधारः भवत्येव कालिकसम्बन्धेन इति भिन्नवार्ता अस्ति। अतः एव अत्र द्विवारं दत्तं, जन्याः अपि तुल्यक्रियापरिच्छेदकानाम् अपि च निखिलामेव जन्यानां कालिकेन अधिकरणानि भवन्ति इति। यदा अस्माभिः अधीतं पद्मालय शिवालय इति द्वयोर्मध्ये तुल्यक्रिया, पद्मालयः उत्पत्तिः नवशतोत्तर एकसहस्र, तदनन्तरं नाशः सप्तविंशति अधिक नवशतोत्तर इति अस्ति खलु, अग्रिमदिने अग्रिमदिने एव शिवालयस्य उत्पत्तिः आसीत्। तत्र आचार्येण उक्तं तयोः मध्ये सम्बन्धः नास्ति इति न न कीदृशसम्बन्धः नास्ति कीदृशसम्बन्धः नास्ति परस्पर आधार आधेयसम्बन्धः नास्ति इदानीं यदा यदा गृहं द्विसहस्रतमे वर्षे नाशः गृहस्य नाशः अभवत् इदानीं पुस्तकमस्ति परस्परं सम्बन्धः नास्ति इति वदति वा परस्पर इत्युक्ते यस्मिन् काले भवान् मम अधिकरणं भवति तस्मिन्नेव काले अहमपि भवतः अधिकरणं भवति इति तादृशसम्बन्धः नास्ति इति अवगन्तव्यम् अतैव तत्र तदेव अत्र दत्तमस्ति समानकालिकजन्य आधारत्वमेव कथं तत् समानकालिकजन्य आधारत्वम् इत्यस्य अयम् आशयः ययोः कालिकेन आधार आधेयभावः वक्तव्यः ताभ्याम् अभिन्ना एका काचन क्रिया सः अनुभोक्तव्या यदा पदार्थद्वयं समानकाले न स्तः तदा तयोः आधार आधेयः न भवति न आधार आधेयः भवति एव आधारः भवति अन्यः आधेयः भवति समानकाले अस्ति चेत् अस्तः चेत् नास्ति चेदपि नास्ति चेदपि सर्वे जन्याः सर्वेषाम् आधारः कालिकेन भवति तदेव अत्र पश्यतु महोदय अत्र अष्टपञ्चाशततमपुटे भवान् गच्छतु अस्तु अस्तु अष्टपञ्चाशततमपुटे तत्र प्रथमपरिच्छेदः अस्ति किल अत्र च वस्तूनां तत्रापि अयं विशेषः तदेव पठतु तत्र पठतु तत्रापि अयं विशेषः यः कदाचित् उत्पत्स्यमानः काचन क्रियाः अनुभवेत् स एव भवति कालस्य सङ्कोचकः कदाचित् उत्पत्स्यमानः काचन क्रिया अनुभवेत् न तु कालतुल्य एव उत्पत्तिविनाशरहितः परमाणव आकाशादि अतः जन्यस्यैव अन्तिमवाक्यमेव पठतु अतः जन्यस्यैव कालसङ्कोचकत्वात् सिद्धः नियमः जन्यानामेव कालोपाधित्वम् इति तत्र अत्र किमुक्तं जन्यानामेव कालोपाधित्वं जन्याः एव कालोपाधिः भवितुमर्हति इति दत्तम् इदानीं ततः इदानीं नवपञ्चाशततमपुटे अस्तु महोदय तत्र तत्रापि प्रथमपरिच्छेदे अन्तिमवाक्यमस्ति किल तुल्यन्यायात् तुल्यन्यायात् सर्वेषामेव जन्यानां कालोपाधित्वम् उपाधित्वात् कालिकेन अधिकरणम् अपि सिद्ध्यति अधिकरणत्वमपि सिद्ध्यति अत्र किमुक्तं सर्वेषां जन्यानां कालोपाधित्वम् अस्ति ते उपाधयः भवन्ति जन्याः उपाधयः भवन्ति कालस्य उपाधित्वात् तेन कारणेन कालिकेन अधिकरणत्वं प्राप्नुवन्ति सर्वे जन्याः अधिकरणानि सन्ति इति सर्वे असत्यं सर्वे जन्याः अधिकरणानि सन्ति इति अत्र आगतं प्रथमं तु जन्याः एव कालस्य परिच्छेदकः भवति इति एकं परिच्छेदकः भवति इत्यतः उपाधिः भवति उपाधिः भवति इत्यतः अधिकरणमपि भवति सर्वेषाम् अधिकरणं भवति तत्र अग्रिमवाक्यमपि पठतु महोदय तथा च शारदालये कालिकेन पद्मालयशिवालयौ पद्मालये कालिकेन शारदालयशिवालयौ एवं शिवालये कालिकेन शारदालयपद्मालयौ वर्तते इत्यपि सिद्ध्यति शारदालयं वयं स्वीकुर्मश्चेत् पद्मालयः शिवालयः तस्मिन् वर्तते यदा पद्मालये स्वीकुर्मश्चेत् तदा शारदालय शिवालयौ पद्मालये वर्तेते कालिकेन तु कालिकसम्बन्धेन ते तौ वर्तेते कालिकेन पद्मालये शिवालयौ पद्मालये कालिकेन शारदालये शिवालयौ एवं शिवालये कालिकेन शारदालये पद्मालये इदानीम् अत्र समानक्रिया इति किमपि न उक्तम् अस्तु अस्तु अतः जन्याः एव कालस्य परिच्छेदकः भवति परिच्छेदकः भवति इति कृत्वा उपाधिः भवति उपाधिः भवति इति कृत्वा कालिकेन सर्वेषाम् अधिकरणं भवति इति तावत् अत्र उक्तम् तस्मिन् उपरि अत्र पश्यतु समानकालिके जन्य आधारत्वमेव कथं किमर्थं समानकालिकम् इति उक्तम् इति चेत् अत्र अयम् आशयः इति दत्तम् अतः ययोः कालिकेन आधारादेयभावः वक्तव्यः ताभ्याम् अभिन्ना एका काचन क्रिया सः अनुभोक्तव्या भवन्ति इति दत्तमस्ति अतः एव अत्र यद् यद् वाक्यं भवता पठितं तत्र तुल्यक्रियापरिच्छेदकानां निखिलानामेव जन्यानां कालिकेन अधिकरणानि भवन्ति इति परस्पर आधारादयभावः यत्र वक्तुं शक्यते इति चेत् तत्रैव यदा तत्रैव यत्र तुल्यक्रिया अनुभूता अस्ति तत्रैव परस्परं वक्तुं शक्यते इत्युक्ते एकनिमिषं महोदय अहं प्रदर्शयामि मम पितुः पुत्रः अहम् अस्तु किल मम पितुः मम पिता अपि च मम मध्ये कः सम्बन्धः इति चेत् पितृपुत्रसम्बन्धः वर्तते इदानीं विपरीतरीत्या मया वक्तुं शक्यते वा अहं पिता सः पुत्रः इति परस्परं वक्तुं शक्यते तादृशं वक्तुं न शक्यते किल न भवति न तादृशं न भवति हा किन्तु अत्र परस्पर आधारादेयभावः इत्युक्ते यस्मिन् समये अहमस्मि तस्मिन्नेव समये भवान् अपि अस्ति इति कृत्वा अहं भवतः आधारः भवति भवान् तु मम आधारः भवति कालिकेन अस्तु इति तत्र तादृश तदेव तत्र परस्परम् इति अनेन उक्तम् इदानीं परिवर्तनं ययोः मध्ये परस्पर ययोः मध्ये समानक्रिया न अनुभूता तत्र परस्परम् एतादृशं न वक्तुं शक्यते एकं स्वीकृत्य एकम् आधारम् एकस्य आधारत्वेन स्वीकृत्य अन्यस्य परिचयं दातुं शक्यते अस्तु अस्तु अवगतं वा किञ्चित् क्लेशः अस्ति महोदय इदानीं वदतु इदानीं वक्तुं शक्यते चेत् वदतु वदामि वदामि यदा अस्माभिः उदाहरणं स्वीकृतं 2000 वर्षे गृहस्य नाशम् अभवत् इदानीं मम समीपे पुस्तकम् अस्ति इदानीं पुस्तकं स्वीकृत्य आदाय वयं वक्तुं शक्यते खलु इदानीं 20 अथवा 21 वर्षात् पूर्वं गृहम् आसीत् इति हा इति वक्तुं शक्यते इत्यतः पुस्तकं तस्य गृहस्य आधारः भवति हा इदानीं परस्परसम्बन्धः अस्ति इति वदति परस्परं नास्ति इदानीं परस्परमिति मा वदतु पुस्तकं गृहस्य आधारः भवति तावद् वदति चेत् समीचीनम् इदानीं पश्यतु विद्याधरी पुस्तकं कालिकसम्बन्धेन तस्मिन् गृहे आसीत् इति वक्तुं शक्यते वा न शक्यते हा तद् गृहं समानक्रिया पुस्तके कालिकसम्बन्धेन वर्तते इति वक्तुं शक्यते वा तयोः मध्ये तुल्यक्रिया नास्ति, तथापि यदा वयं व्यवहारं कुर्मः एतस्मात् पुस्तकात् विंशतिवर्षात् पूर्वं गृहम् आसीत् इति वदामश्चेत् तत्र आधारादेयः भवति, तदा कालिकेन सम्बन्धः वर्तते. सत्यम्. अत्र व्यवहारद्वयं वर्तते महोदय. वस्तुतः व्यवहारद्वयं वर्तते. प्रथमव्यवहारः कः इति चेत् तत्र विद्याधरीपुस्तकस्य अपेक्षया कियत्कालः जातः, तत्र गृहस्य नाशस्य अनन्तरं कियत्कालः जातः इति पृष्टे सति तत्र एकोनविंशतिः संवत्सराः जातः इति वक्तुं शक्यते इति इति एकविधव्यवहारः. अवगच्छति किल? तदेव अवगच्छामि. तादृशव्यवहारः कर्तुं सर्वदा कर्तुं शक्यते. अतः एव अस्मिन् वाक्ये उक्तं निखिलानयमेव निखिलानं इति. तादृशव्यवहारः तुल्यक्रिया न अनुभूतः अस्ति चेदपि तत्र तादृशव्यवहारः कर्तुं शक्यते. इदानीम् अहम् एकं वाक्यं वदामि, तादृशव्यवहारः इदानीं भिन्नव्यवहारः. व्यवहारः किम् इति चेत् विद्याधरीपुस्तकं कालिकसम्बन्धेन तत्र यः गृहः यस्य गृहस्य द्विसहस्रवर्षे नाशः जातः तस्य गृहमिदानीं तस्य किमपि नामं दास्यामः. इदानीं शारदालयः इति स्वीकुर्मः तस्य नाम शारदालय. विद्याधरीपुस्तकं कालिकसम्बन्धेन शारदालये वर्तते, शारदालये आसीत् इति मया वक्तुं शक्यते वा? न वक्तुं शक्यते. इति न वक्तुं शक्यते. तादृशव्यवहारः न कर्तुं शक्यते. पुनः शारदालयः कालिकसम्बन्धेन विद्याधरीपुस्तके इदानीं वर्तते इति वक्तुं शक्यते वा? न महोदय, न वक्तुं शक्यते. हा, इति तत्र व्यवहारमध्ये भेदः अस्ति. प्रथमव्यवहारे वयं किं कृतवन्तः? कालस्य मानं कृतवन्तः. अन्यपदार्थं स्वीकृत्य कालस्य मानं कृतवन्तः. पुनः अन्यजन्यस्य अपेक्षया यस्य नाशः अभवत् तस्य अपेक्षया पुनः कालस्य मानमेव कृतवन्तः. किन्तु यदा द्वयोः जन्ययोः मध्ये परस्पर अधिकरणत्वं वक्तव्यम् अस्ति चेत्, यथा इदानीं यस्मिन् काले अहमस्मि तस्मिन्नेव काले भवान् अपि अस्ति इति कृत्वा आवयोः मध्ये कालिकसम्बन्धः अपि वर्तते. तादृशं शारदालयः अपि च विद्याधरीपुस्तकयोः मध्ये न वक्तुं शक्यते नास्ति इति बोधः अत्र. अस्तु अस्तु. अन्यत् किमपि अस्ति वा? किञ्चित् विचिन्त्य पृच्छामि महोदय. आमां सत्यं. नमस्ते भगिनि, दृष्टवान्, समीचीनं, सुस्वागतम्. अपि च शिवराममहोदय अपि आगतवान्. महोदय, अत्र एव मम प्रश्नः अस्ति. भवतु महोदय, इदानीं पृच्छतु सीमा भगिनी. अत्र यथा भवता उक्तं तुल्यक्रिया परिच्छेदकानाम् एव परस्पर आधाराधेयभावः भवति. यत्र तुल्यक्रिया न अनुभूयते तयोः पदार्थयोः परस्पर आधाराधेयभावः न भवति, किन्तु तेषाम् उपाधित्वात् अधिकरणत्वं भवति कालसम्बन्धेन अन्येषां पदार्थनम्. अस्तु, सत्यम्. अस्तु, अत्र तर्हि अत्र जन्यानां पदार्थनाम् उपाधित्वात् सर्वेषां पदार्थनाम् अधिकरणत्वम् अस्ति, किन्तु परस्पर आधाराधेयभावः यत्र तुल्यक्रिया अनुभूता अस्ति तत्र एव भवति. सत्यम् ओके प्रथम बिन्दौ भवता उक्तम् उपाधिना परिच्छिन्नः महाकालः नित्यानाम् अपि आधारः अस्ति, किन्तु अत्र दत्तमस्ति जन्यानाम् एव काल उपाधित्वं भवति. तत्र तृतीयबिन्दुः अस्ति नित्यानां तु सुतराम् इति. ओके ओके तृतीयबिन्दुः अस्ति नित्यानां तु सुतराम् इति अस्ति. अस्तु अस्तु अस्तु धन्यवादः. हा हा हा अस्तु इति तत्र तृतीयबिन्दुः अपि अस्माभिः कृतं. तत्र द्वितीयबिन्दौ जन्याः निखिलानामेव जन्यानां कालिकेन अधिकरणं भवति, अपि च तुल्यक्रियाप्रच्छेदकानामपि परस्पर अधिकरणं भवति. इदानीं नित्यानां विषये का गतिः इति चेत् तत्र तृतीयवाक्ये दत्तमस्ति नित्यानां तु सुतरां. सुतराम् इत्युक्ते निश्चयेन भवत्येव. किं भवति? जन्याः नित्यानां कालिकसम्बन्धेन अधिकरणत्वं भवति. नित्यानाम् अधिकरणं भवति जन्याः केन सम्बन्धेन? कालिकसम्बन्धेन इति अस्ति. समीचीनम्. इदानीं तत्र चतुर्थबिन्दुः बालचैतन्यमध्ये भवान् पठति वा? आं महोदय. तथाविधपरिच्छेदयोग्यत्वाभावात् महाकालातिरिक्तनित्याः कालिकेन अधिकरणानि न भवन्ति. तथाविधपरिच्छेदयोग्यत्व अभावात् अहं चिन्तयामि महोदय. यथा यः कोऽपि पदार्थः अस्ति तत्र ते सर्वे आधारं कालिकसम्बन्धेन आधारं भवितुम् अर्हति, किन्तु तथा दिक् सम्बन्धेन तु योग्यता नास्ति. न न अत्र दिक् अत्र वाक्ये दिक् इत्युक्ते किम्? यथा कालः तथा दिक् अपि प्रायः एकः. न न न हा वदतु भगिनि. अलम् हा अलम् इत्यर्थे पर्याप्तम् इत्यस्मिन् अर्थे अत्र दिक् इति उपयुक्तम्. अत्र दिक् इति पदार्थः नास्ति, द्रव्यं नास्ति. अहो दिक् इति हा दिक् इत्युक्ते तावत् पर्याप्तं. हा इदानीं वदतु भवतः अवगमनं किम् इति महोदय. इदानीम् अन्यः तथाविधपरिच्छेदयोग्यत्व अभावात् इदानीं तथाविधपरिच्छेदः इत्युक्ते कीदृशपरिच्छेदः? जन्यानां क्रिया यदस्ति तद् न न तादृशपदार्थः अस्तु. तत्र शिवराममहोदय भवान् किञ्चित् सहायं करोति वा? क्षम्यतां किञ्चित् विलम्बेन आगतम्. हा इदानीं वयं षष्टीतमपुटे स्मः. हा तत्तु जानामि. स्थूलाक्षरैः वाक्यानि दत्तानि सन्ति किल, तत्र चतुर्थवाक्ये स्मः. चतुर्थवाक्यं भानुचैतन्यमहोदयेन पठितं, भवानपि एकवारं पठित्वा किञ्चिदिव वदतु. तथाविधपरिच्छेदयोग्यत्व अभावात् महाकाल अतिरिक्तनित्याः कालिकेन अधिकरणानि न भवन्ति इति दिक्. तथाविधपरिच्छेदयोग्यत्व अभावात् महाकाल अतिरिक्तनित्याः कालिकेन अधिकरणानि न भवन्ति. तत्र एतादृशं करोतु, तथाविधपरिच्छेद इत्युक्ते कीदृशपरिच्छेदः अत्र उक्तम्? कालिकपरिच्छेदः कालिकपरिच्छेदः इत्युक्ते तत्र वाक्यं वदतु, आकार ज्ञानस्य आकारः वदतु कथं भवति तथाविधपरिच्छेद अत्र दत्तमस्ति किल महोदय? इदानीं घटः इति तादृश वदतु इदानीम् इदानीं घटः अस्ति अनन्तरं घटः नास्ति वा तत्पद्धत्यः परिच्छेदयोग्य अभावात् महाकाल अतिरिक्त अत्र इदानीम् एकनिमिषम् इदानीं घटः इत्यस्मिन् ज्ञाने तत्र परिच्छेदकः कालस्य परिच्छेदकः कः? कालस्य परिच्छेदः परिच्छेदकः द्रव्यमस्ति न न अत्र इदानीं घटः इत्यस्मिन् वाक्ये तत्र कालसूचकपदं किम्? इदानीं हा इति अत्र तथाविधपरिच्छेद इत्युक्ते इदानीं तदानीम् इति तादृशम् तत्र तादृशपरिच्छेदयोग्यत्व अभावात् महाकाल अतिरिक्तनित्याः महाकाल अतिरिक्तनित्याः के? महाकाल अतिरिक्तनित्याः न अवगतं तत्र नित्यपदार्थाः के? नित्य आकाशतः नित्यपदार्थः हा तत्र आकाशतः तत्र महाकाल अतिरिक्त इत्युक्ते महाकालं त्यक्त्वा त्यक्त्वा इत्युक्ते आकाशः आत्मा मनः अपि च परमाणवः ते अपि नित्याः परमाणवः नित्यः इत्युक्ते महाकाल अतिरिक्तनित्याः इत्युक्ते महाकालं त्यक्त्वा अन्ये सर्वे नित्याः नित्यपदार्थाः अवगतम् तत्र इदानीम् इति पदं तत्र येषु पदेषु सङ्गच्छते वा? इदानीम् इति केवलं महाकालस्य सङ्कोचकः भवति किल? आमाम् इदानीम् इति पदं तत्र आकाशविषये न वक्तुं शक्यते. इदानीम् आकाशः इति वदामः किन्तु इदानीम् इति पदम् इदानीम् आकाशः इति वदामश्चेत् तत्र कालस्य कालः आकाशस्य आधारः भवति इदानीम् आकाशः इति वदनेन. अवगतं अवगतं हा इति कृत्वा तादृशशब्दप्रयोगः कालव्यतिरिक्त अन्यनित्यपदार्थेषु अन्यद्रव्येषु न भवितुम् अर्हति न भवति न भवति कालिकेन अधिकरणानि न भवन्ति न भवन्ति ते न भवन्ति के न भवन्ति नित्याः काल महाकाल अतिरिक्तनित्याः कालस्य अधिकरणानि न भवन्ति इति दिक् किमर्थं तत्र इदानीम् आकाशः इति इदानीम् इति पदम् आकाशे नित्यपदार्थेषु न सङ्गच्छते इति चेत् नित्यस्तु नित्याः इदानीम् इति कथं वा वक्तुं शक्यते तेषां विषये? तेषाम् आदः आदिः अपि नास्ति अन्तः अपि नास्ति इति कृत्वा आमाम् इदानीम् इति वक्तुं शक्यते यदा कालः तस्य आधारः भवति तदा एव इति कृत्वा तावद् वदति चेत् अस्मिन् विषये पर्याप्तम् इतोपि अधिकं न वक्तव्यम् इति. अतः आहत्य किम् अस्माभिः अधीतं तत्र कालः अतीतादिव्यवहारहेतुः कालः तत्र घटः अतीतः घटः वर्तते घटः भविष्यति इति एतादृशज्ञानं शब्दप्रयोगेन जायते. तस्य तादृशशब्दप्रयोगः कदा कर्तुं शक्यते? यदा कालः इति भिन्नद्रव्यम् अस्ति इति अङ्गीकुर्मश्चेदेव तादृशशब्दप्रयोगः कर्तुं शक्यते इति. अतः तत्र हेतुः कालः हेतुः भवति व्यवहारहेतुः भवति. व्यवहारमित्युक्ते ज्ञानजनकं शब्द ज्ञानजनकमिति अस्माभिः अधीतं किल, ज्ञानजनकशब्दप्रयोगः एव व्यवहारः इति अस्माभिः अधीतं व्यवहारः इति एकम्. अपि च तुल्यक्रिया कालस्य उपाधिः भवति. केवलं तुल्यक्रिया नास्ति, तुल्यक्रिया येन पदार्थेन, येन जन्यपदार्थेन अनुभूतः अस्ति सः अपि कालस्य उपाधिः भवति. कालस्य उपाधिः भवति इति कृत्वा सः जन्यपदार्थः अपि सर्वेषाम् आधारः भवति, कालिकसम्बन्धेन आधारः भवति. कालस्तु स्वयं परिच्छिन्नकालस्तु स्वयं सर्वेषाम् आधारः भवत्येव. सर्वेषाम् इत्युक्ते अन्यानां जन्यानाम्, अन्येषां जन्यानाम् अपि च नित्यानां कालिकसम्बन्धेन अधिकरणं भवति. तदनन्तरं तुल्यक्रिया ययोः जन्ययोः मध्ये अनुभूताः सन्ति, तयोः मध्ये परस्पर अधिकरण अधिकारण आधेयभावः कालिकसम्बन्धेन वर्तते इति अपि अस्माभिः अधीतम्. अन्तिमबिन्दुः अस्ति नित्याः यदा कदापि कालिकसम्बन्धेन यस्य कस्यापि आधारः न भवति इति. तत्र इदानीं सङ्ग्रहरूपेण यद्यत् मुख्यबिन्दुः अस्मिन् पाठे अधीतं तत्सर्वं मया उक्तम्. अत्र कस्यापि सन्देहः वर्तते वा इदानीमपि? तृतीयबिन्दुः नित्यानां तु सुतरां, नित्यानां तु सुतरां किं, नित्यानां तु सुतरां जन्याः, नित्यानां तु सुतरां कालिकेन अधिकरणानि भवन्ति. इत्युक्ते सर्वे जन्यपदार्थाः नित्यानाम् अधिकरणानि कालिकेन भवन्ति. सत्यम्. अस्तु, अत्र तथावेतपरिच्छेदयोग्यत्वाभावात् मम चिन्तनमस्ति तुल्यक्रियापरिच्छेदयोग्यताभावात् इति अपि वक्तुं शक्यते. सत्यं, समीचीनम्, इति अपि वक्तुं शक्यते. तत्र किमर्थं मया इदानीम् इति उक्तम् इति चेत् तत्र पाठे तत् तादृशं दत्तमस्ति किल, एवं भूतले घटः चत्वरे गौः इत्यादिवत् इह अपि अधिकरणस्तु अवगाही प्रत्ययः भवति, तदाकारस्तु इदानीं घटः तदानीं पटः इति. किन्तु तत्र यत् यदा भवत्या उक्तं तत्र केवलम् इदानीम् इति पदं नास्ति, अपि च तुल्यक्रिया, तुल्यक्रियया परिच्छेदयोग्यः योग्यत्वम् अन्येषां नित्यानां नास्ति इति कृत्वा तथाविधपरिच्छेदयोग्यत्वाभावात् महाकाल अतिरिक्त नित्याः कालिकेन अधिकरणानि भवन्ति न भवन्ति इति दिक्. अस्तु महोदय, मम एकं निवेदनमस्ति. अत्र विषयः किञ्चित् क्लिष्टः अस्ति, पुनरावर्तनं कर्तुं शक्यते चेत् किञ्चित् सौकर्यं भवति. किं मम निवेदनमस्ति यदा भवान् तत् समीचीनं इदानीमेव कुर्मः. कस्य कालस्य जानामि इदानीं भवता क्रियते, किन्तु अस्माकम् अवगमनं सम्यक् अस्ति न वा, तस्य कृते यदि प्रश्नाः सन्ति वा पुनः पठ शीघ्रं शीघ्रं पठनात् पश्चात् वयम् अस्माकम् अवगमनं प्रदर्शयामः. समीचीनं, तर्हि एकम् उपायं स्वीकुर्मः. भवती किं करोतु अग्रिमवर्गे, भवती किञ्चिदिव आरम्भे उपस्थापनं करोतु. उपस्थापनम् इत्युक्ते कालस्य विषये यद्यद् अधीतं, मुख्यबिन्दुः बिन्दवः यद्यद् अधीतम् अस्माभिः, तस्मिन् विषये संक्षिप्तरूपेण पञ्चनिमिषं नो चेत् षड्निमिष अभ्यन्तरे तत्र आरम्भे किञ्चिदिव भवत्याः अवगमनं किम् इति वदतु, मुख्यबिन्दवः के तत्र. अस्माकम् इदानीं यः न्यायवर्गः प्रचलति, यद् महोदयेन चलितमस्ति, तत्र एतादृश उपायः स्वीकृतः. तत्र प्रतिवर्गे उपस्थापनं भवति, पूर्वस्मिन् वर्गे यद् अधीतं तत्र छात्राणाम् उपस्थापनं भवति. इतोपि किञ्चित् अग्रे पठित्वा तदनन्तरम् एतद् अत्रापि स्थापयामि इति स्थापयिष्यामि इति अहं चिन्तितवान्, किन्तु तत्र कालस्य विषये इतोपि चिन्तनस्य आवश्यकता अस्ति इति कृत्वा भवती एव करोतु. अस्तु महोदय, समीचीनमस्ति. तर्हि महोदय एकः प्रश्नः अस्ति महोदय. सुतराम् इत्युक्ते निश्चयेन इति अर्थः. हा वदतु इदानीं कस्य प्रश्नः महोदय. पठनबिन्दुः अस्ति महाकालः जन्यानां नित्यानां च कालिकेन आधारः. तो जन्यानाम् इत्युक्ते अनित्यानाम्, अनित्यानाम् इत्युक्ते येषाम् उत्पत्तिविनाशः न सम्भवतः. तो वयं वदामः इदानीं रूपादयः, इदानीं क्रियाः, इदानीं घटत्वम्, इदानीं विशेषः, इदानीं समवायः. तो ये द्रव्यं विहाय षड् पदार्थाः नित्यः अथवा जन्याः. सत्यं महोदय. गुण क्रिया घटत्वं सामान्य विशेष समवायते नित्यः अथवा जन्याः मम प्रश्नम् अस्ति. ओ इति पृच्छति वा? आं महोदय. हा तत्र क्रिया इति जन्या एव किल. इदानीं कन्दुकमस्ति, कन्दुकं तु तत्र तस्मिन् क्रिया किमपि नास्ति. इदानीं कोऽपि क्षिपति चेत् तस्य तस्मिन् क्रिया उत्पद्यते इति कृत्वा क्रियाजन्यः अस्ति. अस्तु. अपि च घटत्वं, घटत्वं कदा जायते? यदा घटस्य उत्पन्नं भवति तदा एव घटत्वं जायते किल तस्मिन्. आं महोदय. इति कृत्वा पुनः तत्र विशेषः, विशेषः इति पदार्थः सप्तपदार्थेषु अन्यतमः पदार्थः, तत्तु नित्यः इति चिन्तयामि अहं. किमर्थमित्युक्ते तस्य नाशः यदा कदापि न भवति. भवति चेत् तत्र महान् क्लेशः भवति इति कृत्वा. अस्तु महोदय. अपि च समवायः इति सम्बन्धः, समवायः इति सम्बन्धः इदानीं तत्र कपालघटम् इति स्वीकुर्मः. कपालघटयोः मध्ये समवायसम्बन्धः अस्ति, किन्तु कदा तादृशसमवायसम्बन्धः जायते इति चेत् यदा घटः जायते तदा एव समवायसम्बन्धः अपि जायते इति कृत्वा समवायसम्बन्धः नित्यः वा इति वक्तुं न शक्यते इति अहं चिन्तयामि. तो महोदय, ये इदानीं समवायः, तो समवायः समवायस्य आधारः महाकालः अस्ति. तो समवायः जन्यम् अथवा नित्यम्? इदानीं समवायः इत्यस्मिन् वाक्ये महाकालः समवायस्य अधिकरणम् अस्ति. ततः इदानीं पश्यतु, भवतः प्रश्ने तत्र दोषः वर्तते. इदानीम् आकाशः इति वदति चेत् तत्र आकाशः जन्यवः नित्यवः इति पृच्छति वा? तत्र किमपि सन्देहः न, किमपि सम्बन्धः नास्ति प्रश्नयोः मध्ये. इत्युक्ते इदानीम् आकाशः इति अहं वदामि चेत् तत्र इदानीम् आकाशः इति नित्यपदार्थं प्रति अपि वक्तुं शक्यते. इदानीं घटः इति अनित्यपदार्थं प्रति अपि एतादृशवाक्यं निर्मातुं शक्यते. अतः इदानीम् आकाशः इति वदनेन आकाशः नित्यः वा अनित्यः वा इति न अवगन्तुं शक्यते अत्र. आम्, आकाशः तु नित्यः एव. आकाशः तु नित्यः एव, किन्तु इदानीम् आकाशः इति वदनेन आकाशस्य नित्यत्वं न प्राप्तम्. आं महोदय. इति कृत्वा तत्र इदानीं समवायः इति वदनेन किं बोध्यम् इति चेत् इदानीन्तनकाले समवायसम्बन्धः वर्तते. कुत्र? घटकपालयोः मध्ये समवायसम्बन्धः इदानीन्तनकाले वर्तते इति तावदेव अवगन्तव्यम्. इदानीं सः समवायः नित्यः वा अनित्यः वा इति अनेन वाक्येन न अवगन्तुं शक्यते. आम्, समवायः तु कालिकेन सम्बन्धेन महाकाले वर्तते. किन्तु आम् अस्तु महोदय. किन्तु प्रथमबिन्दु अस्ति तु तम् अधिकृत्य अहं पृच्छामि जिन्यानाम् अथवा नित्यानाम् एतयोः वर्गयोः कयोः वर्गयोः एतत् वर्तते. एषां प्रश्नः अस्ति. हा, अत्र पश्यतु, इदानीं घटः इति जन्यवस्तु अस्ति किल. आम् हा, जन्यवस्तु घटः इति जन्यवस्तु इति कृत्वा तत्र कालिकसम्बन्धेन आकाशः घटे वर्तते इति वक्तुं शक्यते. पुनः कालिकसम्बन्धेन गृहं घटे वर्तते इति अपि वक्तुं शक्यते. अस्तु, तावदेव अत्र उक्तम्. आम्, यदि तुल्यक्रिया घटः अपि च गृहम् अनयोः तत्र आभ्यां तत्र तुल्यक्रिया अनुभूता अस्ति चेत् तत्र कालिकसम्बन्धेन गृहं घटे वर्तते इति वक्तुं शक्यते. अस्तु महोदय, तृतीयबिन्दुः अस्ति नित्यानां तु सूत्रं. नित्यानां तु तत्र तत्र भिन्नवार्ता अस्ति इत्युक्ते नित्यानाम् इत्युक्ते परमाणवः. इदानीं पार्थिवपरमाणुः स्वीकुर्मः. पार्थिवपरमाणुः घटे कालिकसम्बन्धेन वर्तत्येव. जलीयपरमाणुः अपि घटे कालिकसम्बन्धेन वर्तते एव. अपि च दिक् अपि कालिकसम्बन्धेन घटे वर्तते. आत्मा अपि कालिकसम्बन्धेन घटे वर्तते. मनः अपि कालिकसम्बन्धेन घटे वर्तते इति तादृशं वक्तुं शक्यते. आं महोदय. हा अस्तु, धन्यवादः. हा हा, समीचीनं. क्षम्यतां महोदय, अन्यः प्रश्नः अस्ति. अत्र पद्मालयस्य षट्त्रिंशत् वत्सरः इति व्यवहारे पद्मालयः कालस्य उपाधिः भवति. किन्तु यदि वयं वदामः इदानीम् आकाशः, तर्हि इदानीम् उपाधिः भवति कालस्य वा आकाशः? कः कस्य उपाधिः भवति? इदानीमिति इति पदं सर्वत्र कालस्य उपाधिः एव भवति. किमर्थमिति चेत् इदानीमिति कालवाचकशब्दः पदमस्ति. तर्हि गृहादि अपि कालस्य उपाधयः भवितुम् अर्हन्ति वस्तुनः उपाधयः एवं च फलानि, घटिका, होरा, प्रहरः. ओके, इदानीं तादृशः प्रयोगः इति अत्र वस्तुतः अस्माभिः तत्र त्रयः परिच्छेदकाः अस्माभिः अधीताः. एकनिमिषम्. तत्र प्रथमं तु तुल्यक्रिया कालस्य प्रच्छेदकः भवति. एकनिमिषं, किमर्थं ध्वनिः कुतः? अस्तु, अत्र त्रयः परिच्छेदकाः अस्माभिः अधीताः. एकं तु तुल्यक्रिया, यत् सूर्ये जायते, सूर्यभ्रमणम् इत्यादयः तत्र घटिकायां जायते, तत् सा तुल्यक्रिया कालस्य परिच्छेदकः भवति. अपि च तुल्यक्रिया येन अनुभूता, येन जन्यवस्तुना अनुभूता अस्ति, तदपि तद् द्रव्यम् अपि तज्जन्यवस्तु अपि कालस्य परिच्छेदकः भवति. इदानीं तृतीयमस्ति इदानीं तदानीम् इति तादृशशब्दः अपि कालस्य परिच्छेदकः भवति इति. इदानीं स्पष्टमस्ति, धन्यवादः. समीचीनं, अस्तु. इदानीं तत्र दिशः निरूपणं महोदय. हा मुरळी महोदय. महोदय सुतराम् इत्युक्ते किं? निश्चयेन, निश्चयेन. हा धन्यवादः, धन्यवादः. हा हा इदानीं तत्र नवद्रव्याणि सन्ति इति अस्माभिः अधीतं. तत्र पृथिवी, अप्, तेज, वायु, आकाश, काल इति तावत्पर्यन्तं तेषां लक्षणानि अधीत्वा इदानीं दिशः दिक् प्रति आगतम्. अतः दिशः निरूपणम् अस्ति. अस्तु, बालसुब्रह्मण्यः भवान् पठतु कृपया महोदय. प्राच्यादिव्यवहारहेतुः दिक् सा च एका बिभ्रि नित्या च इति. इह इयं प्राची, इयं प्रतीची इत्यादि शब्दप्रयोगात् आदाय शब्दप्रयोगानादाय तज्जन्यं ज्ञानं च आदाय चिन्त्यम्. तादृशप्रयोगः व्यवहारः न दिशं विना सम्भवति इति तत्कारणत्वं दिशि स्थितम्. तावत् दिशं निरूप दिशं दिक् प्रति विषयं प्राच्यादि व्यवहारहेतुः दिशाः सन्ति किल, प्राच्य उदीच्य दक्षिण उत्तर इत्यादि प्राच्यादिव्यवहारहेतु इत्यादि व्यवहारस्य हेतुः कारणं दिक्. अत्र व्यवहारः इत्युक्ते किं? व्यवहारः इति पूर्वम् कालः विषये दृष्टवन्तः. व्यवहार इति ज्ञानजनकशब्दप्रयोगः, ज्ञानजनकशब्दप्रयोगः इति व्यवहारस्य व्यवहारपदस्य अर्थं. तस्य हेतुः, हेतुः इत्युक्ते किं? कारणम् अथवा मूलं, कारणं. कारणं भवति दिक् इति अन्यतमद्रव्यम्. अग्रे महोदय. स च एका विभ्रि नित्या च इति. एकत्वमस्ति, विभुत्वमस्ति, नित्यत्वं च अपि अस्ति. किमर्थं किमर्थमत्र एका एका विद्वी नित्या इति स्वीकृतं? दिक् इति नित्यम् एव. किमर्थं किमर्थं नित्यम् इति स्वीकृतं? किमर्थम् अनित्यम् इति न स्वीकृतम्? आदि अन्तं द्वयोः अपि न इति कारणात् नित्यम्. हा तत्र आदिः नास्ति, अन्तं नास्ति इति कथं वा ज्ञातं? तत्र दिशः दिक् इति अन्य अन्यतमपदार्थं द्रव्यम् अस्ति इति केन प्रमाणेन ज्ञातम्? अत्र प्रमाणं किम्? अनुमान. हा अनुमान, प्रत्यक्षेन दिक् द्रष्टुं शक्यते वा? किमर्थं दिक् दिक् प्रत्यक्ष अयोग्यमस्ति? अनुमानरूपेण एव परिमाणं स्वीकर्तुं शक्यते. अत्र एकस्य वस्तुनः प्रत्यक्षं भवेत् चेत् तत्र निकषाः के? अस्माभिः अधीतं किल पूर्वं, दृष्टं दृष्टं चक्षुषा दृष्टं भवेत्. केषां केषां दर्शनं भवितुम् अर्हति? यस्मिन् उद्भूतरूपमस्ति अपि च परमाणुपरिमाणभिन्नपरिमाणम् भिन्नपरिमाणं भवेत् तेषामेव प्रत्यक्षं भवितुम् अर्हति. इदानीं दिशि उद्भूतरूपमस्ति वा? उद्भूतरूपं नास्ति. हा, उद्भूतरूपं नास्ति इत्यतः यद्यपि दिशः परिमाणं विभुः अस्ति इत्युक्ते परमाणुपरिमाणभिन्नपरिमाणं दिशि अस्ति तथापि दिशि उद्भूतरूपं नास्ति इत्यतः दिशः दर्शनं न भवितुं शक्यते, प्रत्यक्षं न भवितुं शक्यते. अतः प्रत्यक्षप्रमाणेन दिक् इति अन्यतमद्रव्यमस्ति इति न ज्ञातुं शक्यते. अतः अत्र अनुमानमेव प्रमाणम्. अपि च अस्माभिः अधीतं यत्र यत्र अनुमानेन एकस्य अस्तित्वं स्थापितं तत्र सर्वत्र लाघवाय एकत्वं विभुत्वं नित्यत्वं स्वीकुर्मः, तत्रैव लाघवमस्ति इति कृत्वा. अतः अत्र किं वक्तव्यं? सा च एका विभ्वी नित्या. किमर्थम् इति चेत् अनुमानेन दिक् निरूपितम् इत्यतः ज्ञातं, दिक् इति अन्यतमद्रव्यम् अस्ति इति ज्ञातम् इत्यतः तस्य एकत्वं विभुत्वं नित्यत्वं च स्वीकृतम् इति वक्तव्यम्. अत्र महोदय एका विभ्वी नित्या इति स्त्रीलिङ्गे पदं दत्तमस्ति, किमर्थम् इति चिन्तयति वा? दिक् इति स्त्रीलिङ्गपदं वा? दिक् सत्यं, दिक् इति स्त्रीलिङ्गपदमस्ति. अतः मया वक्तव्यमासीत् तस्याः इति वक्तव्यमासीत्, तस्य इति नास्ति. तस्याः एकत्वं विभुत्वं नित्यत्वं च उक्तं. हा, अग्रे महोदय. इह इयं यं प्राचि यं प्रतीचिः इत्यादि शब्दप्रयोगान् आदाय तज्जन्यं ज्ञानं च आदाय चिन्त्यम्. सो इति इयं प्राच्यदिशः, इयं प्रतीच्यदिशा इत्यादि शब्दप्रयोगात्. महोदय तत्र दिशः इति दिशः इत्यस्य विभक्तिवचनं किं भवति? हा, अत्र दिशः निरूपणम् इत्यत्र षष्ठी विभक्तिः, अपि च पञ्चमी अपि भवितुमर्हति. किन्तु यदा भवता उक्तम् इयं प्राची दिशः इति समीचीनवाक्यं वा? किं वक्तव्यम्? प्राचीदिक् इति तावदेव. इयं प्राचीदिक्, इयं प्रतीचि दिक् इति इत्यादि. हा, इयं प्राचीदिक्, इयं प्रतीचि दिक् इत्यादि शब्दप्रयोगान् आदाय शब्दप्रयोगान् स्वीकृत्य तज्जन्यं ज्ञानं च आदाय चिन्त्यम्. तज्जन्यं ज्ञानम् इत्युक्ते प्राचीदिक् इत्यादि इत्यादि दिशां ज्ञातुं ज्ञातुं शक्यते, ज्ञातुम् इति चिन्त्यम्. चिन्त्यम् इत्युक्ते किम्? चिन्त्यम् इत्युक्ते चिन्तनीयं, चिन्तव्यम् इति अस्ति. चिन्तव्यम् इति चेत् अत्र आचार्यः यः लेखकः अस्ति, पुस्तकस्य लेखकः अस्ति, सः वदति भवन्तः चिन्तयन्तु इति. अतः वयमिदानीं चिन्तनं करणीयं. तत्र इयं प्राची, इयं प्रतीचि इति शब्दप्रयोगान् आदाय तज्जन्यं ज्ञानं च आदाय तत्र अस्माभिः चिन्तनीयं. कस्मिन् विषये चिन्तनीयम्? तादृशयोगः व्यवहारः न दिशं विना सम्भवति इति तत्कारणत्वं विषये स्थिरं. सो इदानीं प्रयोगः दिक् इति दिक् इति द्रव्यं विना व्यवहारः न कर्तुं शक्यते इति कारणात् किमर्थं न कर्तुं शक्यते? शब्दप्रयोगे दिशं विना व्यवहारं कर्तुं न शक्यते. सम्भवति एवं सम्भवति. अत्र किमपि क्लेशः नास्ति महोदय. यथा अस्माभिः कालविषये अधीतं तत्र अतीतः घटः अतीतः घटः वर्तते घटः भविष्यति इति एतादृशशब्दप्रयोगः अतीतः वर्तते भविष्यति इति एतादृशशब्दप्रयोगः कालं विना न कर्तुं शक्यते. तादृशव्यवहारः कालं विना न कर्तुं शक्यते. एवम् अत्रापि प्राची प्रतीची दक्षिणा उत्तरा इति एतादृशशब्दप्रयोगाः दिशं विना न सम्भवति. दिक् इति भिन्नपदार्थः नास्ति चेत् तादृशप्रयोगः न कर्तुं शक्यतेव. करोति चेत् उन्मत्तः इव भाषणं भवति इति कृत्वा इत्यर्थे न अवगन्तुं शक्यते एतानि दिशं विना सप्तप्रयोगानि विना अवगन्तुं न शक्यते. न शक्यते इति अस्ति. समीचीनं तदेव इति तत्र प्रा यदि दिक् इति अन्यतमद्रव्यं न अङ्गीकुर्मः तर्हि प्राची प्रतीची उदीची इति एतादृशशब्दप्रयोगः न कर्तुं शक्यते. यस्य कस्यापि ज्ञानं न भवत्येव व्यवहारः एव न कर्तुं शक्यते इति अस्ति. अपि च अत्र अन्यदपि अस्ति. अत्र इदानीं शिवराममहोदय भवान् वदतु. तत्र दिशः एकत्वम् अङ्गीकृतम्. दिशः एकत्वम् अङ्गीकृतं तथापि प्राची प्रतीची उदीची इति बहवः दिशाः सन्ति इव अस्माकं व्यवहारं भवति. तत् कथम्? प्रश्नः न अवगतम्. द्रव्य दिशः दिशः संख्या किं? दिशः संख्या किम्? दिशः संख्या एकमस्ति न? एकम्. हा एकम् एकमेव. दिश दिक् तु एकमेव. दिशि एकत्वम् अस्ति. इदानीं प्राची प्रतीची उदीची दक्षिण ऊर्ध्व अधर इति एतादृशं वदामश्चेत् तत्र दशदिशान्त अनेकाः दिशः सन्ति इव भाति. आमां. तत् कथं कर्तुं शक्यते? दिक् तु एकमस्ति तथापि अनेकाः इव वयं व्यवहारं कुर्मः कथं साध्यम् इति मम प्रश्नः. परस्परसम्बन्धेन न परस्परसन्दर्भेन एकस्य द्रव्यस्य वा एकस्य वस्तोः सन्दर्भेन अन्यवस्तु वा अन्यद्रव्यं कुत्र अस्ति कस्मिन् दिशि अस्ति तत्पद्धत्या तत्र प्राची वा उत्तरा दक्षिण ऊर्ध्व अधः इति व्यवहारः तत्र भवति परस्परसम्बन्धेन. उपाधित्वेन. हा समीचीनं, तदेव उपाधि, तत्र किमपि उपाधिं स्वीकृत्य, उपाधिं स्वीकृत्य तदेव. हा यद्यपि यद्यपि दिक् एकः दिक् एका अस्ति, तथापि तत्र किमपि उपाधिं स्वीकृत्य, यथा कालविषये वयं कृतवन्तः, तत्र तुल्यक्रियाम् उपाधित्वेन स्वीकृत्य, नो चेत् तत्र जन्यवस्तुः उपाधित्वेन स्वीकृत्य वयं कालस्य विभजनं कृतवन्तः. तथा अत्रापि, अत्रापि इत्युक्ते दिक् विषये अपि किमपि उपाधिं स्वीकृत्य एतादृशव्यवहारः कर्तुं शक्यते इति अस्ति. भवान् एव अग्रे पठतु महोदय, इहापि तत्र चित्रम् अनन्तरं पश्यामः, इहापि एकैव दिक् इति अस्ति किल, ततः पठतु. इहापि एकैकदिक् अनादिः अनन्तः, न इह तत्र प्राची प्रतीचि इत्यादि व्यवहारयोग्या भवति इति कश्चन परिच्छेदकम् उपाधिम् आदाय एव ते व्यवहारा सम्पाद्याः. नाम अत्र प्राची प्रतीचिमपि पठित्वा, अतः उदयगिरि स्थिरीकृत्य तत्र प्राची अस्ताञ्चलम् आदाय प्रतीचि इति एव व्यवहाराः प्रसिद्धाः. तत्र इह अत्र प्राची प्रचि इत्यादि व्यवहारयोग्या ये शब्दप्रयोगः अत्र भवति, तत्र उपाधिं स्वीकृत्य एव तत्र एते सर्वे व्यवहाराः तत्र भवन्ति, सम्पाद्य नाम सम्पादयन्ति एते व्यवहारः. अतः उदयगिरिं अतः उदयगिरिं स्थिरीकृत्य तत्र प्राची, उदयगिरिं नाम यत्र सूर्यस्य उदयः भवति तद् नाम न उदयगिरि. उदयगिरि इत्युक्ते तत्र पर्वतः अस्ति, एकः पर्वतः पर्वतः तत् पर्वतः स्वीकृत्य, स्थिरीकृत्य नाम ततः आरभ्य तत्र प्राचीः सूर्यस्य उदयः यत्र यदा भवति यत्र भवति सा प्राची दिशा, तस्या तस्य हा तस्य पार्श्वे या दिशा दिक् अस्ति सा प्रतीचि इत्यादि पद्धत्याः वयं व्यवहारम् अस्माकं एतत् पद्धत्या वयं व्यवहारं कुर्मः. तत्र उदयगिरि नाम पर्वत स्वीकृत्य, उपाधि स्वीकृत्य. हा इत्युक्ते तत्र उदयगिरि एव उपाधिः भवति. अस्ताचलम्, अचलम् इत्युक्ते अपि पर्वतः एव, यत्र सूर्यस्य अस्तमनं भवति तद् सः पर्वतं तं पर्वतं स्वीकृत्य तत्र प्रतीचि इति स्थिरीकृत्य, इत्युक्ते तत्र निश्चयेन उक्त्वा एतद् प्राची एतद् प्रतीचि इति स्थिरीकृत्य तदनन्तरं तत्र व्यवहारं कर्तुं शक्यते इति अस्ति. समीचीनं समीचीनम्. इदानीं तत्र विजया भगिनी अग्रे पठति वा? इदे उदाहरणं पश्यामः. शिवालयम् आदाय चिन्तयेत् चेत् पद्मालयः तस्य उदीच्यां वर्तते इति, सा तस्य उदीची भवति. परन्तु सार्वालयम् आदाय चिन्तने तु पद्मालयः दक्षिणदिशि वर्तते इति, सा तस्य दक्षिणा भवेत् अतः एकः एव पद्मालयः दक्षिणा अपि भवति उत्तरा अपि भवति, द्वे दिशि तत्र साध्यं. पद्मालयः दक्षिणा अपि वर्तते अपि उत्तरदिशि अपि वर्तते इति, एकस्थाने एव शारदालयः तिष्ठति, पद्मालयः अपि तिष्ठति, परन्तु एतत् दिशि स्वीकृत्य तत्र कुत्र तिष्ठति, दक्षिणादिशि वा अनन्तरम् उदीचिदिशि वा इति वयं दिशि कुत्र इति उदयगिरिं स्पीक् पूर्वमेव वयं दृष्टवन्तः. उदयगिरिं स्त्रीकृत्य तत्र प्राची, अनन्तरं अस्तं कुत्र भवति, एतत् दिशि स्वीकृत्य तत्र कीदृशी दिशि इति वयं स्वीकुर्मः. तत्र अपि शार्दालयम् आदाय चिन्तने तु पद्मालयः दक्षिणे स्थिति वा उत्तरे उदीचि स्थिति वा इति वयं सम्यक् एव वयं द्रष्टुं शक्नुमः. अत्र बुद्धं वा किम् उक्तम् इति बुद्धं वा इह उदाहरणं पश्यामः. शिवालयम् आदाय चिन्तयेत् चेत् चिन्त्यते चेत् पद्मालयः तस्य उदीच्यां वर्तते. शिवालयम् उदीच्यां वर्तते इत्युक्ते तत्र पद्मालय शिवालयमादाय वयं चिन्तनं कुर्मः चेत् पद्मालयः तस्य उदीच्यां वर्तते. अनन्तरं सा तस्य सा इत्युक्ते तत्र पद्मालयः सा तस्य उदीचि भवति. परन्तु शारदानिमिषं सा इत्युक्ते पद्मालयमेव पद्मालयः तस्य उदीच्यं वर्तते इति सा तस्य सा तस्य पद्मालयः एव खलु. सा इति स्त्रीलिङ्गपदमस्ति किल. स्त्रीलिङ्गपदं पद्मालयः इति पुल्लिङ्गपदमस्ति. सा इत्युक्ते पद्मालयः कथं भवति तत्र सा इति पुल्लिङ्गपदं शिवालयमपि न आगच्छति. तस्य उदीच्याम् उदीच्याम् इत्युक्ते तत्र उदीचि इति स्त्रीलिङ्गपदम् उदीच्यां सप्तमी एकवचनं तस्य उदीच्यां वर्तते इति दिक् सा इत्युक्ते दिक् सा तस्य उदीचि दिक् भवति. दिक् तस्य उदीचि भवति इत्युक्ते शिवालयम् आधाय अत्र सर्वे चित्रं पश्यन्तु तत्र शिवालयः अस्ति. शिवालयस्य उत्तरदिशि पद्मालयः अस्ति. पुनः तस्मात् उत्तरदिशि शारदालयः अस्ति. इदानीं तस्मात् उत्तरदिशिः इति कथं वा ज्ञातम् इति चेत् वयं पूर्वमेव स्थिरीकृतवन्तः किल. तत्र यत्र उदयगिरिः अस्ति तद् प्राची, यत्र अस्ताचलम् अस्ति तत् प्रतीची इति स्थितिं स्थिरीकृत्य तदनन्तरं शारदालयः उदयगिरिं प्रति इतोपि समीपे वर्तते चेत् शारदालयः उत्तर अस्ति, शिवालयः दक्षिणा अस्ति इति तादृशं व्यवहारं कर्तुं शक्यते. इति प्रथमं तत्र किमपि उपाधिं स्वीकृत्य एतदेव प्राची, एतदेव प्रतीचि, एतदेव उत्तरा, एतदेव दक्षिणा इति एतादृशं प्रथमं स्थिरीकर्तव्यं. तदनन्तरं तदपेक्षया इदानीं शारदालयः पद्मालयः शिवालयः इति द्वितीयस्तरे आगच्छति, द्वितीयस्तरे आगच्छति एतत् सर्वं. शिवालयम् आदाय चिन्त्यते चेत् पद्मालयः तस्य उदीच्यां वर्तते इत्युक्ते उत्तरा वर्तते इति कृत्वा सा तस्य उदीची भवति, उदीची दिक् भवति इत्युक्ते पद्मालयः शिवालयस्य उदीची दिक् भवति इति अवगन्तव्यम्. अतः शिवालयस्य अपेक्षया पद्मालयः उदीची दिशः उपाधिः भवति इति अवगन्तव्यम्. एवमेव परन्तु इति वदतु भगिनि. महोदय प्राच्यै मीन्स् महोदय प्राची इत्युक्ते ईस्ट् यु नो सत्यम् ईस्ट् डैरेक्षन् सत्यम् ईस्ट् सत्यम् वदतु भगिनि. परन्तु परन्तु शारदालयम् आदाय चिन्तने तु पद्मालयः दक्षिणे दक्षिणदिशि वर्तते इति सा तस्य दक्षिणा भवेत्. तत्र शारदालयं स्वीकुर्मः चेत् पद्मालयः दक्षिणदिक् दक्षिणदिशि वर्तते इति तत् दिक् दक्षिणा भवेत्. अतः अतः एकः एव पद्मालयः दक्षिणा अपि भवति उत्तर अपि भवति. दिक् तत्र स्वीकुर्मः चेत् दक्षिणा अपि वर्तते वर्तते पद्मालयः, अनन्तरम् उत्तर अपि वर्तते. इतोपि इतोपि स्पष्टतव्या वक्तव्यं. तत्र पद्मालयः इदानीं दिक् अपि च पद्मालयः, अनयोः मध्ये कः सम्बन्धः? तत्र वर्तते अपि इदानीं इदानीं नास्ति. इदानीमिति वदति चेत् इदानीं कालस्य विषये चिन्तयति भवती. कालस्य वर्तते इत्युक्ते वर्तते इत्युक्ते भविष्यत्कालमपि नास्ति, अस्ति एव आसीत् एव पूर्वतनकालमपि नास्ति. तत्र वर्तते इति न न अत्र अत्र सीमा भगिनी भवती किं चिन्तयति अत्र किमर्थम् एतत् परिच्छेदं दत्तम्? अस्य परिच्छेदस्य आशयः कः? मम चिन्तनमस्ति अत्र पद्मालयः दिशः उपाधिरूपेण भवति, अतः अत्र दत्तमस्ति. सत्यं तदेव अत्र मुख्यवार्ता. पद्मालयः दिशः उपाधिः भवति. कस्य कस्याः दिशः उपाधिः भवति इति चेत् तत्र उत्तर दिशः उपाधिः अपि भवति, अपि च दक्षिणदिशः उपाधिः अपि भवति. अतः आपेक्षिकम् अस्ति तत्र शिवा शारदालयात् शारदालयस्य अपेक्षया पद्मालयः दक्षिणदिशः उपाधिः भवति शिवालयस्य अपेक्षया. वदतु भगिनि. तत्र उपाधिः इति अनुमानेन एव कर्तुं शक्नुमः खलु? न न अत्र अनुमानं किमपि नास्ति. अनुमानं तु ज्ञानविषये. अत्र अत्र ज्ञानं किम्? अत्र उपाधिः अत्र चिन्तनं शृणोतु भगिनि कृपया. अत्र चिन्तनम् अस्मिन् परिच्छेदे किं चिन्तनम् अस्ति इति चेत् उपाधिः दिशः उपाधिः भवति पद्मालयः. कस्य कस्याः दिशः? कृपया म्यूट् मध्ये भवतु कृपया भगिनि. वदतु भगिनि. आकाशम् उपरि अस्ति, घटः घटः पूर्णतया जलमस्ति, अतः आकाशस्य उपाधिः घटे वर्तते. एतत् वयं कर्तुं शक्नुमः, वक्तुमपि शक्नुमः. परन्तु पद्मालयः दक्षिणे दक्षिणदिशि अपि वर्तते, अनन्तरम् उत्तरादिपि उत्तरादि वर्तते इति वयं न वक्तुं शक्नुमः खलु? एतत् उपाधिः नास्ति. तत्र स्त्रीकर्तुं तत्र पुरतः पुरतः अस्ति चेत् एव वयं वक्तुं शक्नुमः. परन्तु दक्षिणे दिशि अपि वर्तते, उत्तरादिशि अपि वर्तते इति उपाधिरूपेण उपाधिरूपेण वक्तुं न शक्नुमः खलु? इत्युक्ते भवती किं वदति? पद्मालयः दिशः उपाधिः न भवति इति भवती वदति वा? अतः एव एकः उदाहरणं मया उक्तम्. आकाशस्य उपाधि उदाहरणं त्यजतु. अत्र किं दत्तम्? एकनिमिषं भगिनि. उपाधिः किमर्थम् आगच्छति तत्र दक्षिणदिशि उत्तरादिशि पद्मालये एकः एव यः तिष्ठति सः एतत् दिशि अपि पश्यति पद्मालयः, अनन्तरम् अन्ये दिशि अपि पद्मालयं द्रष्टुं शक्नोति. ये एतदेव स्थापनीयं खलु तत्र उपाधिः किमर्थम् आगच्छति? सोपानेन गच्छामः, सोपानेन अत्र अत्र प्रथमम् अस्मिन् परिच्छेदे किं दत्तमस्ति ज्ञात्वा प्रथमं तत्रैव क्लेशः वर्तते. अत्र अस्मिन् परिच्छेदे किं दत्तमस्ति? पद्मालयः दिशः उपाधिः भवति इति दत्तमस्ति. तदेव अत्र मुख्यवार्ता. अतः एकः एव पद्मालयः, दक्षिणा अपि भवति उत्तरा अपि भवति इति प्रथमम् अत्र बिन्दुः अस्ति. पद्मालयः दिशः उपाधिः भवति. कस्याः दिशः उपाधिः भवति इति चेत् दक्षिणदिशाया दिशः उपाधिः अपि भवति, उत्तरदिशः उपाधिः अपि भवति इति द्वयमपि भवति पद्मालयः. किमर्थमित्युक्ते तत्र आपेक्षिकमस्ति. शिवालयस्य अपेक्षया पद्मालयः उत्तरदिशः उपाधिः भवति, शारदालयस्य अपेक्षया पद्मालयः दक्षिणदिशः उपाधिः भवति इति अवगन्तव्यम्. एतस्मात् पूर्वस्मिन् परिच्छेदे किं दत्तमस्ति इति चेत् तत्र उदयगिरिः स्थिरीकृत्य तत्र उदयगिरिम् उदयगिरेः प्राचीदिशि किमस्ति? समुद्रमेव अस्ति. अतः तत्र समुद्रस्य उपाधित्वेन न वक्तुं शक्यते इत्यतः तत्र उदयगिरिं स्थिरीकृत्य तदेव प्राची, ततः आरभ्य प्राची, अपि च अस्ताचलं स्थिरीकृत्य तावत्पर्यन्तं तत्र तत्र पर्यन्तं प्रतीची इति उक्तं. मध्ये यद्यत् सन्ति तत्र उभयगिरि उदयगिरि अपि च अस्ताचलम् अनयोः मध्ये ये ये यानि द्रव्याणि सन्ति तानि सर्वाणि तत्र प्राचीदिशि अपि च प्रतीतिदिशि द्वयस्यापि उपाधिः भवितुमर्हति इति अत्र प्रतिपादितं. तदेव अत्र मुख्यवार्ता इति अवगच्छति वा प्रथमम्? अस्तु जि, मम प्रश्नः उपाधिः इत्युक्ते आभासमेव, रिफ्लेक्षन् एव. न न न, तत् त्यजतु. अत्र अत्र तादृशचिन्तनं किमपि नास्ति. भवती वेदान्तं श्रुत्वा अत्र अत्र अत्र तस्य तेषां विवरणम् अत्र स्थास्यति नास्ति. उपाधिः इत्युक्ते किम्? तत्र आभासः रिफ्लेक्षन् इति तादृशं किमपि नास्ति. मम प्रश्नः पद्मालयः एकदिशि तिष्ठति खलु, तत्र साक्षात्कारेण तिष्ठति दक्षिणदिशि पद्मालयः तिष्ठति, वयं द्रष्टुं शक्नुमः. दक्षिणदिशि पद्मालयः तिष्ठति इति न वक्तुं शक्यते. इदानीम् अहं तत्र पद्मालयस्य दक्षिणपार्श्वे स्थास्यामि चेत् तत्र पद्मालयः उत्तरदिशि भवति. यदि अहम् उत्तरदिशि तिष्ठामि चेत् तत्र पद्मालयः दक्षिणदिशि भवति इति वार्ता अत्र. वयं किं कीदृशं स्थितः, एकः कीदृशः दिशि स्थितः, तस्य तस्य सः द्रष्टुं शक्नुमः कीदृशी एतत् पद्मालयः पद्मालयः अस्ति इति. एकनिमिषं भगिनि, अहम् इदानीं शारदालये तिष्ठामि इति चिन्तयतु. अहं शारदालयस्य पार्श्वे तिष्ठामि. भवती मयि पृच्छति पद्मालयः कुत्र वर्तते इति भवती पृच्छति. अहं तस्य उत्तरं किं दास्यामि? नो चेत् भवती तिष्ठति इति चिन्तयतु, भवती शारदालयस्य पार्श्वे तिष्ठति, अहं भवतीम् आगत्य पृच्छामि पद्मालयः कुत्र अस्ति इति अहं पृच्छामि, भवती किं वदति? पद्मालयः दक्षिणदिशि वर्तते इति अहं वदामि. हा, भवान् दक्षिणदिशि गच्छतु, पद्मालयः प्राप्यते इति वदति. अस्तु, इति तावदेव, अत्र अत्र तावदेव वार्ता अस्ति. पद्मालयः किमर्थम् इदानीं पद्मालयः भवती किमर्थम् उक्तवती दक्षिणादिशि दक्षिणादिशि प्रति गच्छतु इति? भवान् भवती किमर्थम् उक्तवती इति चेत् तत्र पद्मालयः दक्षिणदिशि दक्षिण दिशः उपाधिः भवति इत्यतः तत्र दक्षिणदिशि गच्छति चेत् पद्मालयः प्राप्यते इति भवती वदति. अहं स्पष्टेन तत्र अस्ति इति कोऽपि ज्ञातुं शक्नुमः पद्मालयः दक्षिणदिशि दिशि वर्तते इति वर्तते एव. तत्र उपाधिः किमर्थम् आगच्छति? उपाधिः तत्र उपाधिः तत्र अस्ति अस्ति वा आसीत् वा भविष्यति वा इति कर्तुं निश्चयेन कर्तुं शक्नुमः चेत् एव तत्र उपाधिः आगच्छति. तत्र साक्षात्कारेण पद्मालयः तिष्ठति, अनन्तरम् उपाधिः कीदृशम् आगच्छति? कीदृशम् आगच्छति? साक्षात्कारेण तिष्ठति खलु पद्मालयः, तत् तत्र तिष्ठति. अतः तत्र पद्मालयः तिष्ठति एव दक्षिणदिशि. अनन्तरं सः एकनिमिषं तत्र भगिनी इदानीम् उक्तवती किल साक्षात् तत्र पद्मालयः दक्षिणदिशि तिष्ठति इति भवती उक्तवती किल. दक्षिणदिशि तिष्ठति इति केन आधारेण वदति भवती? तिष्ठति एव दक्षिणदिशि तिष्ठति एव तत्र साक्षात्कारेण तिष्ठति तत्र दक्षिणदिशि. मम प्रश्नस्य उत्तरं कृपया ददातु. दक्षिणदिशि पद्मालयः तिष्ठति इति भवती उक्तवती किल, दक्षिणदिशि एव तिष्ठति इति कथं वा भवती वक्तुं शक्यते? भवत्या वक्तुं शक्यते? पूर्वमेव दृष्टवन्तः उदयगिरिं. न न, तदेव तत्र यदि अत्र तत्रैव मुख्यवार्ता अस्ति. यदि पद्मालयः दिशः उपाधिः न भवति तर्हि पद्मालयः साक्षात् दक्षिणदिशि अस्ति इति न वक्तुं शक्यते इति वार्ता अत्र, तदेव मुख्यवार्ता अत्र. एतादृशशब्दप्रयोगः प्राच्यादिव्यवहारहेतुः दिक् इति अस्ति. एतादृशव्यवहारः इदानीं भवती व्यवहारं करोति किल, पद्मालयः दक्षिणदिशि वर्तते इति भवती व्यवहारं करोति किल, तादृशव्यवहारयोग्यः योग्यता कथं लभ्यते इति चेत् तत्र पद्मालये उपाधित्वं वर्तते, दिशः उपाधित्वं वर्तते इत्यतः एव भवत्या वक्तुं शक्यते पद्मालयः दक्षिणदिशि वर्तते इति. तादृशपदप्रयोगः कर्तुम् उपाधित्वं तत्र न अस्ति चेत्, दिशः उपाधित्वं पद्मालये नास्ति चेत् एतादृशवाक्यमेव निर्मातुं शक्यते इति तावदेव अत्र उक्तम्. तदनन्तरं यत्किमपि भवतु महोदय. अत्र उपाधि यथा वयं काल सन्दर्भे दृष्टवन्तः तथैव अस्ति. पूर्वं एवं परम् इदानीं तदानीं कालस्य उपाधयः सन्ति. अत्र प्राची उदीचि तथैव भवति. सत्यं इति उपाधित्वं तत्र इदानीं तत्र भगिनी उक्तवती किल, पद्मालयः दक्षिणदिशि वर्तते. पद्मालयः दक्षिणदिशि वर्तते इति कथं वा वक्तुं शक्यते? यदि यदि पद्मालयः कालस्य उपाधिः न इति वदामश्चेत् तत्र पद्मालयः दक्षिणदिशि वर्तते इति न वक्तुं शक्यते एव. किन्तु वयं वदामः तादृशं व्यवहरामः, अन्यस्य अवगमनमपि भवति सः दक्षिणदिशिं गत्वा पद्मालयं प्राप्यते इति कृत्वा पद्मालयः उपाधिः भवति. कस्य? दक्षिणदिशः उपाधिः भवति. एवमेव शिवालयस्य अपेक्षया सः एव पद्मालयः उत्तरदिशिः उत्तरदिशः उपाधिः भवति इति अत्र उपाधित्वम् उक्तम्. अतः एकः एव पद्मालयः, दक्षिणा अपि भवति उत्तरा अपि भवति इति एकमेव पद्मालयः द्वयोः दिशोः उपाधिः भवति इति अत्र उक्तम्. विजया भगिनी अवगच्छति वा? नो चेत् इतोपि सन्देहः वर्तते वा? अस्तु जि, धन्यवादः. हा, चिन्तयतु भगिनी, तत्र तदनन्तरम् इति भविष्यति वा वर्तते वा आसीत् तावत्पर्यन्तं मा गच्छतु. भवती उक्तवती किल पद्मालयः दक्षिणदिशि साक्षात् वर्तते, दक्षिणदिशि वर्तते इति वाक्यं वक्तव्यं चेत् तत्र उपाधित्वम् अस्वीकृत्य एतादृशवाक्यं निर्मातुमेव न शक्यते. अतः पद्मालयः दिशः उपाधिः भवति. कस्य दिशः उपाधिः, कस्याः दिशः उपाधिः भवति इति चेत् तत्र सापेक्षिकमस्ति. शारदालयस्य अपेक्षया दक्षिणदिशेः दिशः उपाधिः भवति, शिवालयस्य अपेक्षया उत्तरादिश दिशः उपाधिः भवति पद्मालयः इति अस्मिन् परिच्छेदे दत्तम्. अस्तु, समयः जातः, सर्वे चिन्तयन्तु. अत्र आगामि वर्गे तत्र दीर्घवाक्यम् इह अपि काललक्षणदर्शितरीत्या उदयगिरि त्वावच्छिन्न इति एतादृशवाक्यं निर्मातुं कृत्वा अग्रे गन्तुं शक्यते. अस्तु, सर्वेषां नमस्कारः, धन्यवादाश्च.